सूर्याय चंद्राय मंगलाय बुधाय च गुरु शुक्र शनि यश्च राहवे केतवे नमः। नमः सूर्याय चंद्राय मंगलाय बुधाय च गुरु शुक्र शनि यश्च राहवे केतवे नमः। नमः सूर्याय चंद्राय मंगलाय बुधाय च गुरु शुक्र शनि यश्च राहवे केतवे नमः। जपाकुसुम संकाशम काश्यपेयम् महद्युतिम् तमाहम् सर्वपापघ्नम् प्रणतोऽस्मि दिवाकरम्। दधि शङ्ख तुषाराभम् क्षीरोदारवसम्भवम् नमामि शशिनम् सोमम् शम्भोर्मुकुटभूषणम्। धरणि गर्भ सम्भूतम् विद्युत्कान्ति समप्रभम् कुमारम् शक्तिहस्तम् तम् मङ्गलम् प्रणमाम्यहम्। कलिकाश्यामम् रूपेण प्रतिमम् बुधम् सौम्यम् सौम्यगुणोपेतम् तम् बुधम् प्रणमाम्यहम्। देवानाम् च ऋषीणाम् च गुरुम् काञ्चन सन्निभम् बुद्धिभूतम् त्रिलोकेशम् तम् नमामि बृहस्पतिम्। किम् कुन्दमृणालाभम् दैत्यानाम् परमम् गुरुम् सर्वशास्त्र प्रवक्तारम् भार्गवम् प्रणमाम्यहम्। समाभासम् रवि पुत्रम् यमाग्रजम् छायामार्ताण्ड सम्भूतम् तम् नमामि शनैश्चरम्। अर्धकायम् महावीर्यम् चन्द्रादित्य विमर्दनम् सिंहिका गर्भ सम्भूतम् तम् राहुम् प्रणमाम्यहम्। पलाशपुष्प सङ्काशम् तारकाग्रहमस्तकम् रौद्रम् रौद्रात्मकम् घोरम् तम् केतुम् प्रणमाम्यहम्। शिनम् सोमम् मङ्गलम् प्रणमाम्यहम् तम् बुधम् प्रणमाम्यहम् तम् नमामि बृहस्पतिम् भार्गवम् प्रणमाम्यहम् शनैश्चरम् तम् राहुम् प्रणमाम्यहम् प्रणमाम्यहम्।